ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः। धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र कर्मणि भावे प्रयोगः च। अस्मिन् विषये वयं तत्र लट्लकारः लोट्लकारः तत्र लोट्लकारे रूपाणि कथं भवन्ति इति सर्वं दृष्टवन्तः, अपि अभ्यासानपि अनेकवारं कृतवन्तः। इदानीं तत्र नूतनलकारः तत्र कर्मणि भावे प्रयोगे तत्र इदानीं नूतन अस्ति लङ्लकारः। किन्तु एकवारं तत्र पुनस्मरणार्थं पश्यामः तत्र कर्मणि प्रयोगे लट्लकाररूपं कथं भवति इति पुनस्मरणं कुर्मः। यतोहि तत्र सोपानं सर्वदा अस्माकं सोपानम् एवमेव अस्ति, नाम कर्तृप्रयोगं तत्र कर्तृरूपं दृष्ट्वा कर्तृलट् रूपं स्वीकृत्य कर्मणि लट् रूपं कुर्मः। तदनन्तरं लटि यदि जानीमः तदनन्तरं लोटि वा लङ्गि वा एतत् सर्वं तत्र परिवर्तनं कर्तुं शक्नुमः। तत्र कर्तृलट् इति स्वीकृत्य कर्मणि लोट् वा कर्मणि लङ् वा एकस्मिन् समये तत्र सोपानेन विना यदि कुर्मः तत्र क्लेशः भवति। अतः तत्र सर्वदा तत्र कर्तृलट् तदनन्तरं प्रथमं सोपानम् अस्ति कर्मणि लट्। अथ तत्र पुनः एकवारं केवलं तत्र पुनस्मरणार्थं तत्र हर्षदा भगिनी, तर्हि तत्र पट् इति धातुः अस्ति चेत् तत्र पठति इति रूपं तदनन्तरं किं भवति कर्मणि लटि? कर्मणि लटि पट् धातुः, अनन्तरं य आगच्छति, अनन्तरम् आत्मनेपदे एव तिङ् प्रत्ययः आगच्छति, ते पठ्यते। पठ्यते, हा, अपि पठ्यते इति तत्र नवरूपाणि कथं भवन्ति? पठ्यते, पठ्यते, पठ्यते, पठ्यन्ते, पठ्यसे, पठ्यते, पठ्यद्वे, पठ्ये, पठ्ये, पठ्यामहे, महे, पठ्यावहे, मध्यमपुरुष, उत्तमपुरुष, विपरीतं किञ्चिदं न आगच्छति, अनुसरणं न आगच्छति, चिन्ता मास्तु, हा, पठ्ये, पठ्यावहे, पठ्यामहे, पठ्यामहे, समीचीनं भगिनि, हा, तथैव अस्ति, समीचीनं। हा, तत्र नरेश महोदय नमस्कारः, सुजाता भगिनी नमस्कारः। नमस्कारः महोदय। नमस्कारः सुजाता भगिनी, नमस्कारः भगिनी। अतः तत्र कर्तृलट् अस्ति चेत् कर्मणि लट् तत्र या इति योजनं तत्र योजयित्वा तत्र कर्मणि लट् रूपं प्राप्नुमः। तत्र कर्मणि लट् सर्वदा आत्मनेपदी इव एव भवति, यद्यपि तत्र धातुः परस्मैपदी वा आत्मनेपदी वा, पट् इति अस्ति चेत् पठ्यते, अपि च तत्र कम्प् इति अस्ति चेत् कम्पते इति आत्मनेपदी धातु, किन्तु कम्पते इति कर्मणि लटि किं भवति नरेश महोदय? कम्प्यते, हा, कम्प्यते इति भवति, कम्पते कर्तृलट्, कम्प्यते कर्मणि लट् इति भवति। अस्तु, इदानीं तत्र लङ्लकारः तत्र आत्मनेपदी धातु अस्ति चेत् तत्र लङ्लकारः कथं भवति इति कोऽपि स्मरति वा? तत्र पश्य नरेश महोदय, भवानेव वदति वा तत्र वर्तते इति अस्ति चेत्? वर्तते, वर्तते इति आत्मनेपदी धातु, आत्मनेपदी क्रियापदं लटि, लङ्गि रूपं किं भवति? लङ्गि रूपम् अस्ति अवर्तत, वर्तत, वर्तते, न न अवर्तत, अवर्तत, अवर्तत, अवर्तेताम्, अवर्तन्त, अवर्थाः, अवर्तताः, अवर्तताः, अवर्त, अवर्तेताम्, अवर्तेताम्, अवर्तध्वम्, हा, अवर्ते, अवर्तावहि, अवर्तामहि, हा, इति भवति, समीचीनम्। अस्तु, इदानीं तत्र शुभदा भगिनी, तत्र अन्यत् स्वीकुर्मः, तत्र किमस्ति कम्पते हा शोभते शोभता भगिनी तत्र शोभते इति अस्ति चेत् शोभते इति लटि लङि रूपं किं भवति लङ्लकारे अशोभत अशोभेताम् अशोभन्त अशोभथाः अशोभेताम् अशोभध्वम् अशोभे अशोभावहि अशोभामहि हा इति भवति समीचीनम् अतः तत्र लङि तत्र केवलं तत्र अकारः सर्वदा भवति अडागमः अस्ति आदौ तदनन्तरं तत्र अपठत् इति अस्ति किन्तु अत्र अकम्पत अथवा अशोभत इति अकारः अन्ते अस्ति हा इति अस्तु तत्र एकवारम् अन्यत् क्रियापदं तत्र आत्मनेपदी तत्र वर्तते वर्धते शोभते कम्पते अन्यत् किं क्रियापदं लभ भवेत् महोदय अलभ हा क्षम्यतां धन्यवादः भगिनि हा अस्तु धन्यवादः अस्तु तर्हि तत्र सुजाता भगिनी करोति वा लब् धातुः लभते इति स्थाने अलभत इति लङि आं महोदय अलभत अलभतेताम् अलभेताम् अलभेताम् अलभन्त अलभन्त अलभथाः अलभेताम् अलभद्वम् अलभे अलभावहि अलभामहि हा इति अस्ति समीचीनम् अस्तु अन्यत् तत्र हा तत्र अन्यत् इदानीं शोभा भगिनी भवती किमपि तत्र स्वीकरोति वा तत्र ईक्षते इति ईक्षते मास्तु हा ईक्षते मास्तु किन्तु तत्र अन्यत् किं सेवते हा धन्यवादः भगिनि हा अस्तु तर्हि सेवते असेवता असेवेताम् असेवन्त असेवथाः असेवेथाम् असेवध्वम् वामहि असेवावहि असेवामहि हा समीचीनम् अस्तु हा उत्तममस्ति अस्तु इदानीं हर्षदा भगिनी भवती एव किमपि स्वीकरोति वा तत्र सः दातु सः ते हा समीचीनं सः ते अस्तु हा असहत असहेताम् असहन्त असहथाः असहेथाम् असहध्वम् असहे असहावहि असहामहि हा इति समीचीनम् अस्तु हा अस्तु तर्हि अथ तत्र सर्वे कृतवन्तः इति मन्ये अतः इदानीं तत्र अग्रे इदानीं तत्र सोपानद्वयं यदस्ति तद् वयं जानीमः तर्हि नाम तत्र कर्त्री लटि रूपमस्ति चेत् कर्मणि लट् कथं भवति तदनन्तरं कर्मणि लटि आत्मनेपदी रूपम् अस्ति रूपे अस्ति अतः तत्र आत्मनेपदी धातु इव भवति आत्मनेपदी लट् लकारं जानीमश्चेत् तस्य लङ्लकारं कर्तुमपि जानीमः अतः सोपानद्वयं यद् अस्ति चेत् इदानीम् अस्माकं कार्यं सुलभमेव अस्ति अतः इदानीं तत्र पश्यामः तत्र पाठं पश्यामः तदनन्तरं तत्र रूपाणां ज्ञानमपि प्राप्नुमः तर्हि अस्तु तर्हि अस्माकं पाठः अस्ति तत्र पेज् 142 मध्ये तर्हि तत्र हा सुजाता भगिनी आरम्भं करोति वा परेषां दुःखं स्वदुःखं कर्मणि भावे प्रयोगौ लङ्लकारः एतां कथाम् उच्चैः पठता कस्मिंश्चित् ग्रामे काचित् वृद्धा पुत्रेण सह निवसति स्म माता पुत्रौ उभौ अपि दयापरौ लघुगृहे एव आसीत् तयोः वासः कदाचित् वृद्धा रुग्णा जाता औषधस्य निर्माणाय तया लोध्रवृक्षस्य त्वक् लोध्रवृक्षस्य त्वक् ऐष्यत क्षम्यतां महोदय ऐष्यत तदा पुत्रः तया पुत्रः आहूयत स्वीया अपेक्षा असूच्यता च. समीचीनं. धन्यवादः भगिनि. धन्यवादः भगिनि. अस्तु अग्रे हर्षद भगिनि. आं महोदय, लोध्रवृक्ष इत्युक्ते किं महोदय? आङ्ग्लभाषायां न जानामि भगिनि, तत्र लोध्रवृक्ष अन्य कोऽपि जानाति वा तत्र? अस्तु, अहं पश्यामि गूगल् मध्ये अनन्तरं. पुत्रेण वनम् अगम्यत, बहुत्र अन्विष्य अन्ते तेन लोध्रवृक्षः अदृश्यत. तेन परशुना लोध्रत्वचः अकृत्यन्त. ताः सर्वाः सङ्गृह्य गृहम् आनीय मात्रे अदीयन्त. मात्रा लोध्रत्वचा औषधम् अक्रियत. तस्य सेवनेन सा शीघ्रमेव रोगमुक्ता जाता. पुनः कदाचित् अस्तु. धन्यवादः. समीचीनं भगिनि. अस्तु अग्रे तत्र नरेश महोदय अग्रे. महोदय, पुनः कदाचित् तया पुत्रस्य रक्तरञ्जितं श्वेतवस्त्रं आलोक्यत. तया आतङ्केन पुत्रः अपृच्छयत, वत्स, भवतः श्वेतवस्त्रं कथं रक्तमयं सञ्जातम् इति. पुत्रेण न किमपि अकथ्यत, तेन तूष्णीम् अस्थीयत. तदा मात्रा सानुरोधम् अपृच्छयत, पुत्र किं जातम् उच्यताम् इति. समीचीनं भगिनि. समीचीनं महोदय. अस्तु अग्रे वदा भगिनि अग्रे. आं महोदय, तदा पुत्रेण अकथ्यत, अम्ब, तस्मिन् दिने लोध्रवृक्षस्य छेदनसमये मम मनसि विचारः उत्पन्नः यत् त्वचः निष्कासनसमये तेन वृक्षेण कियती वेदना अनुभूता स्यात्. यद्यपि तेन वक्तुं न शक्यते, तथापि वेदना स्यादेव इति. अद्य मया निश्चितं यत् वृक्षस्य कीदृशी वेदना जाता स्यात् इति मया ज्ञातव्यम् इति. अतः मया मम शरीरस्य किञ्चित् चर्म अकर्त्यत, ततः रक्तप्रवाहः आरब्धः, तेन मम श्वेतवस्त्रं रक्तरञ्जितं जातम् इति. अस्तु, अन्तिमभागमपि पठितु भगिनि. आं महोदय, पुत्रस्य वचनेन मात्रा नितराम् अतुष्यत, तस्याः नेत्रे सजले जाते. पुत्रस्य दयागुणं ज्ञात्वा अतीव प्रसन्नतया तया सह गाढम् आलिङ्ग्यत. समीचीनम्. अस्तु, तर्हि तत्र लघ्वी कथा अस्ति, किन्तु सुन्दरी कथा अस्ति. अस्तु, इदानीं पङ्क्तिशः पश्यामः. तत्र अस्माकं मूलविषयः अस्ति तत्र यत् स्थूलक्षरैः लिखितं, नाम तत्र कर्मणि अथवा भावे लङ्लकाररूपाणि. अस्तु, तर्हि इदानीं तत्र आरम्भं कुर्मः तत्र. अस्तु, मधुसूदन महोदय नमस्कारः. नमस्कारः महोदय. नमस्कारः महोदय. पेज् 142 अस्ति महोदय. अस्तु महोदय. अस्तु, तर्हि तत्र शोभा भगिनी आरम्भं करोति वा तर्हि? आं महोदय. महोदय क्षम्यतां, लुद्र इत्युक्ते सिङ्कोना, सिङ्कोना इति वा? अस्तु भगिनि, सिङ्कोना, सिङ्कोना, धन्यवादः भगिनि, धन्यवादः. कस्मिंश्चित् ग्रामे काचित् वृद्धा पुत्रेण सह निवसति स्म. तत्र परिच्छेदं पठित्वा वदनीयं वा? अस्तु अस्तु, तर्हि करोतु भगिनि, तर्हि तथैव करोतु. अस्तु. माता पुत्रौ उभौ अपि दयापरौ, लघुगृहे एव आसीत् तयोः वासः. कदाचित् वृद्धा रुग्णा जाता, औषधस्य निर्माणाय तया लोद्रवृक्षस्य त्वक् ऐष्यत. तया पुत्रः आहूयत, स्वीया अपेक्षा असूच्यत च. तत्र विषयः तु लङ्लकारे कर्मणि भावे प्रयोगः, प्रयोगानां शब्दानां विषये पठन्तः स्मः. कस्मिंश्चित् ग्रामे काचित् वृद्धा पुत्रेण सह निवसति स्म. तत्र अन्यत् किमपि वदनीयं वा महोदय? नो चेत् तत्र वृद्धा पुत्रेण सह निवति स्म, निवसति स्म. अस्तु. स्म नाम तत्र स्म इत्युक्ते तत्र यद् कार्यं पुनरावर्तते तस्य विषये स्म इति तत्र अव्ययपदं प्रयुज्महे. समीचीनं. काचित् काचित् वृद्धा, काचित् वृद्धा इति तत्र काचित् इति प्रयोगः. कस्मिंश्चित् इति तत्र विभक्ति का तत्र? कस्मिंश्चित् तत्र ग्रामे अस्ति अतः तत्र सप्तमी विभक्ति. विशेषेण कस्मिन्, कस्मिन् इति, कस्मिन् इति कः इत्यस्य सप्तमी विभक्ति भवति किम् इत्यस्य, नपुंसकलिङ्गे किम् इत्यस्य. अतः कस्मिन् चित् किन्तु तत्र नपुंसकलिङ्गे पुल्लिङ्गे समानरूपं ग्रामरूपमेव, तृतीया आरभ्य समानरूपं पुंलिङ्गे नपुंसकलिङ्गे. किन्तु किन्तु तत्र ग्रामम् इति नपुंसकलिङ्गे अस्ति इति कृत्वा पुल्लिङ्गपदं भगिनि, अहमपि तत्र अनेकदिनानि अहं चिन्तितवान् तत्र नपुंसकलिङ्गपदम् इति, किन्तु तत्र वर्गे एव कः उक्तवान् अथवा कः उक्तवती इति न जानामि, किन्तु ग्रामः इति अस्ति वा महोदय? ग्रामः इति एव तत्र पुल्लिङ्गपदम् इति तेन अथवा तया इति द्वयमपि महोदय, ग्राम इति ग्रामः, ग्रामं द्वयमपि अस्ति इति कक्षायामेव कोऽपि उक्तवान् इति वा उक्तवान् वा? आमां उक्तवती, अहं न स्मरामि. हा तत्र ग्रामः इति अधुना दृष्टवती महोदय, तत्र किम् आप्ते अपि ग्रामः इति दत्तं. हा पुल्लिङ्गे इति एव अस्ति इति मन्ये. सर्वदा ग्रामम् इति एव पश्यामः अतः ग्रामं गच्छामः इति द्वितीयविभक्तिरूपमेव सर्वदा पश्यामः. आम् आम् अतः मम मनसि अपि क्लेशः आसीत् तत्र, अहं चिन्तितवान् नपुंसकलिङ्गपदम् इति, किन्तु तत्र वर्गे एव अहं विस्मरामि तत्र केन अथवा कया उक्तम् इति, किन्तु अधुना अहमपि स्मरामि. अस्तु अस्तु. कस्मिंश्चित् तत्र सप्तमी ग्रामे इति सप्तमी, काचित् इति स्त्रीलिङ्गे अनिश्चितार्थे भवति, काचित् वृद्धा इति. तत्र पुत्रेण सह निवसति स्म इति पुत्रे सह इति तत्र पुत्रेण इति तत्र उपपदविभक्ति भवति खलु महोदय? सह इत्यस्य कृते सह इति कृत्वा सत्यम्. अपि च माता पुत्रौ तत्र समस्तपदम् इति कृत्वा अन्ते पुंलिङ्गस्य प्रयोगः एव द्वितीयविभक्तौ. अपि च मातापुत्रौ उभौ इति, उभौ इति तत्र उभौ इति एव भवति इति मन्ये, द्विवचने एव रूपं भवति, द्विवचने एव रूपं तत्र उभौ इति एव भवति. दयापरौ इत्युक्ते यस्मिन् दया अस्ति, दया इति गुणः अस्ति, दया आधिक्येन आधिक्येन अस्ति, आधिक्येन अस्ति दयापरः इति तत्र पुंलिङ्गे, तत्रापि पुनः दयापरौ इति पुंलिङ्गे द्विवचने. हा विशेषतया माता पुत्रौ इति पदस्य पुत्रौ इति अस्ति इति कृत्वा आम् अन्ते पुंलिङ्गस्य प्रयोगः भवति. लघुगृहे एव आसीत् तयोः वासः इत्युक्ते ते तौ तत्र किं तत्र धनिकौ तु न स्तः. लघुगृहे एव तत्र सरलतया वासं कृतवन्तः. वसतः समीचीनं. कदाचित् वृद्धा रुग्णा जाता. तत्र पुनः कदाचित् इति अनिश्चितार्थे वृद्धा रुग्णा जाता इति तत्र जाता इति ताप्रयोगः अपि च स्त्रीलिङ्गे रुग्णा इति अस्ति वृद्धा रुग्णा अस्ति इति कृत्वा जाता इति भवति. अपि च नाम जात नाम अभवत् रुग्ण रुग्णा रुग्णा रोगेण अभवत् इति अपि वक्तुं शक्नुमः. रुग्णा जाता का इत्युक्ते वृद्धा. औषधस्य निर्माणाय तया लोध्रवृक्षस्य त्वक् ऐष्यत. तत्र यतोहि वृद्धा रुग्णा जाता इति कृत्वा औषधस्य आवश्यकता अभवत्. अतः औषधस्य निर्माणं कर्तुम् इच्छति वृद्धा. अतः सा चिन्तयति लोध्रवृक्षस्य त्वक् आनीतव्यम् इति. आनीतव्यं समीचीनं. तस्य त्वक् वृक्षस्य त्वक् ऐष्यत इत्युक्ते तत्र इष्यति न तत्र इष्यति ऐष्यते तत्र किं लङ् लकाररूपम् ऐष्यत इति. इच्छति इत्यस्य ऐष्यत इति भवति लङ्. हा तत्र धातु अस्ति धातु इच्छि तत्र इष्यति एव अस्ति. तत्र किञ्चित् द्रष्टव्यं महोदय. ऐष्यत इति आर्धधातुकप्रत्यय अस्ति इति कृत्वा ऐष्यत इति भवति. तत्र तत्र इष्यते इति अपि आत्मनेपदीरूपं भवति. किन्तु तत्र अकार अट् योगः इ इति कृत्वा ऐ इति तत्र अका अट् इत्यस्य आ एव तिष्ठति. तदनन्तरं गुणः भवति ऐ इति भवति. ऐष्यते इति लङ् रूपं भवति. समीचीनं. अपि च तत्र सोपानं वदामः. तत्र कर्त्रीलटि इच्छति. अपि च कर्मणि लटि इष्यते. कर्मणि लटि इष् योगः यक् प्रत्ययः इष्यते इति आत्मनेपदीरूपं भवति. इदानीं इष्यते इति अस्ति चेत् वयम् इष्यते आत्मनेपदी धातु इव अस्ति. तत्र वयं जानीमः आदौ अढागमः तत्र अकारः आगमः भवति. आत्मनेपदीरूपस्य रूपम् आत्मनेपदीरूपस्य लङ् रूपं तत्र ता इति अन्ते भवति. ता इति तिङ् प्रत्ययः. अपि च तत्र अकार अट् योगः इष्य इति इष्यत इति स्वीकुर्मः चेत् अकार इकार टकारस्य तत्र लोपः. अकार इकारयोः ऐ इति समीचीनं भवति. ऐष्यत इति तत्र अतः सोपानद्वयम् इच्छति इष् इति धातुः इष्यते ऐष्यत इति. समीचीनं. हा अपि त्वक् इति पदं तत्र त्वक् इति प्रातिपदिकं किं त्वच्. हा त्वच् प्रातिपदिकं तत्र प्रायशः चोः कुः इति मन्ये. किन्तु प्रायशः हा न जानामि. तादृश अस्ति. अस्तु किन्तु त्वचः चकार चकारान्तपदं प्रातिपदिकं त्वच् इति. हा समीचीनं. हा त्वच् इति चर्म इति. चर्म इति अस्तु. तया तया पुत्रः आहूयत, तत्र पुनः कर्मणि प्रयोग आहूयत, कर्मणि प्रयोगे हे धातुः आ इति उपसर्गः, तत्र आह्वयति इति लट्लकाररूपं भवति. समीचीनं, प्रथमपुरुषे एकवचने आह्वयति इति, अपि च तत्र आत्मनेपदीरूपम् आह्वयते इति भवति वा महोदय? आहूयते इति एव अस्ति खलु भगिनि, आहूयते, आहूयते तत्र कर्मणि, कर्मणि लटि कर्मणि आहूयते एव अस्ति, कृतवन्तः वयं, क्षम्यताम्, आहूयते एव अस्ति. तस्य लङ् रूपम् आहूयत इति भवति. यतोहि तत्र उपसर्ग निष्कासयामश्चेत् तत्र किं भवति, तत्र ह्वयति इति ह्वयति हूयते, तत्र उपसर्ग नास्ति चेत् ह्वयति इति तत्र लङ् लट् तत्र लट् लकारः कर्तृलट् ह्वयति इति, तदनन्तरं तत्र लट् लकार कर्मणि रूपम् अस्ति हूयते, तदनन्तरं कर्मणि लङ् अस्ति आहूयते, आहूयते न दीर्घाकारः नास्ति, केवलं ह्रस्वाकारः खलु, आहूयते, आहूयत, क्षम्यताम्, आहूयत लङ् अस्ति चेत् वा, लङ् अस्ति, लङ् अस्ति चेत् आहूयत इति. इदानीम् उपसर्गः नास्ति, केवलं तत्र आह्वयति इति यत् क्रियापदमस्ति तत्र उपसर्गं निष्कासयामः. आम्, तत्र तत्र ह्वयति इति खलु क्रियापदं, ह्वयति, ह्वयति, केवलं ह्वयति, उपसर्गरहितक्रियापदं ह्वयति. इदानीं ह्वयति अस्ति कर्तृलट्, इदानीं कर्मणि लट् किम् अस्ति ह्वयति इति स्थाने, तत्र आत्मनेपदरूपं कर्म लट् लट् पृष्टवान् वा महोदय? कर्मणि लट् कर्मणि लट् अस्ति चेत् ह्वयते इति भवति, न न कर्मणि कर्तृलट् अस्ति ह्वयति. ओ क्षम्यतां, कर्तरि लट् ह्वयति अथवा ह्वयते इति भवति, अपि च कर्मणि अस्ति चेत् तत्र यकारः आगच्छति, अपि च आत्मनेपदरूपं तत्र हूयते, हूयते इति, हूयते इति अस्ति. इदानीं हूयते इति कर्मणि लट् अस्ति, इदानीं कर्मणि लङ् अस्ति अहूयत, अहूयत, इदानीं वयं तत्र पुनः उपसर्गं स्थापयामश्चेत् स्थापयामः, तत्र उपसर्गः आ इति अस्ति चेत् आयोगः आ एव आहूयत इति रूपम् इति रूपं भवति कर्मणि लङ्लकारे. हा समीचीनं, हा अतः तत्र तया पुत्रः आहूयत, समीचीनं, हा हा, तत्र यदि तत्र सरलरीत्या वदामः तत्र सा पुत्रम् आह्वयति इति आह्वयति, अथवा तत्र तव तु प्रत्ययस्य रूपं, हा तव तु भवति चेत् तत्र ह्वेयोगः तव तु, कोऽपि जानाति वा तत्र आहूतवान्, आहूतवती, आहूतवती भवति, समीचीनं, सा पुत्रम् आहूतवती, अतः तत्र हूय इति तादृशमेव अस्ति खलु, हा आहूतव, अस्तु समीचीनम्, अग्रे तत्र हू तत्रापि हूतव, अस्तु, आम् अपि च स्वीय अपेक्षा असूच्यत च, तत्र अस्तु तदपि सूच् इति धातु वा तत्र अथवा सुच् इति वा महोदय, सूच् इति वा सुच् सूचति इति चिन्तयामि खलु तत्र सूचयति सूचयति सूचयति सूचिति धातुः सूचिति धातुः सूचिति धातुः सूचयति इति एव सूचिति धातु सूचिति धातुः अस्ति, अतः सूचयति तत्र चुरादिगणीयधातुः तर्हि हा सत्यं सत्यं हा हा हा सूचयति इति कर्तरि लट्लकारे अपि च तत्र कर्मणि लट् अपि च तत् उभयपदिधातुः अस्ति सूचयति सूचयते इति अस्तु कर्मणि अस्ति चेत् सूच्यते इति भवति सूच्योगः यक् प्रत्ययः सूच्यते इति आत्मनेपदिरूपं लटि अपि च हा लटि अपि च लङि असूच्यत इति भवति हा अतः तत्र स्वीया अपेक्षा असूच्यत सा स्वीया अपेक्षा तया तत्र प्रायशः तत्र यतोहि कर्मणि अस्ति खलु अतः तत्र कर्तृपदं स्थापयामश्चेत् किं भवति कर्तृपदम् अस्मिन् वाक्ये स्वीया अपेक्षा असूच्यत इति वाक्ये महोदय हा हा तत्र कर्तृपदं योजयामश्चेत् कर्तृपदं भवति चेत् सा इति आरम्भे भवति न यतोहि कर्मणि रूपम् अस्ति खलु कर्मणि वाक्यम् अस्ति क्षम्यतां तया क्षम्यतां तया स्वीया अपेक्षा असूच्यता च इति हा इति तत्र स्वीया इत्युक्ते स्वस्याः अपेक्षा अपेक्षा इति तत्र स्त्रीलिङ्गे असूच्यत तया स्वीया अपेक्षा असूच्यत इति भवति तत्र स्वीया इति स्त्रीलिङ्गे अस्ति यतोहि तत्र अपेक्षा स्त्रीलिङ्गपदम् अस्ति इति नो चेत् तत्र स्वीयः इति भवति तत्र विशेषणं भवति तत्र यस्य तत्र कर्मपदस्य इति अतः तत्र सा स्वीयाम् अपेक्षां सूचितवती इति तादृशं समीचीनं अस्तु समीचीनं भगिनि अस्तु इदानीम् अग्रे तर्हि अस्तु तत्र अग्रे नरेश् महोदय अग्रे पठति वा आं महोदय पुत्रेण वनम् अगम्यत अत्र अगम्यत गम् धातुः अस्ति लटि कर्तृप्रयोगे गच्छति च कर्मणि लट् गम्यते भवति लङ्कारे अगम्यत भवति समीचीनं अस्तु इदानीं तत्र एतावत् तत्र रूपस्य ज्ञानं प्राप्तं किन्तु इदानीं तत्र किञ्चित् अधिकमपि कुर्मः तत्र अगम्यत इति अस्ति तत्र द्विवचने बहुवचने रूपं कथं भवति इति वदतु तर्हि अगम्यत एकवचने अस्ति द्विवचने अगम्येतां बहुवचने अगम्यन्त इति भवति समीचीनं तावदेव अस्तु अग्रे बहुत्र अन्विष्य अन्ते तेन गोध्रवृक्षः अदृश्यत सः वने गतवान् तत्र लोध्रवृक्षः दर्शनं कृतवान् अपि च अन्ते लोध्रवृक्ष अदृश्यत तत्र कर्तरीरूपं लट्लकारे पश्यति अस्ति दृश् धातुः अस्ति पश्यति कर्मणि लट् दृश्यते कर्मणि लङ् अदृश्यत अदृश्यत समीचीनं अतः तत्र इदानीं तत्र कर्तृरूपं वदतु तर्हि कर्तृरूपं बहुत्र अन्विष्य अन्ते सः लोध्रवृक्षः अपश्यत् लोध्रवृक्षः वा अथवा लोध्रवृक्षं लोध्रवृक्षं समीचीनं लोध्रवृक्ष सः अपश्यत् समीचीनं महोदय बहुत्र अन्विष्य अन्ते सः लोध्रवृक्षम् अपश्यत् समीचीनं अग्रे तेन परशुना लोध्रत्वचः अकृत्यन्त अत्र तेन परशुना सः परशु तत् अस्ति लोधृत्वचा कर्तुं परशु अस्ति तेन अकृत्यन्त सा कर्तितवान् तत्र लट्टकारे कर्तरीरूपं कर्तति खानन महोदय तत्र एतद् तत्र कर्त्री लटि अस्ति कृन्तति इति महोदय कृत् धातुः कृत्यति कृन्तति कृन्तति कृन्तति अस्तु कृन्तति नाम तत्र कर्तयति इति अर्थः कर्तयति कृन्तति अपि च कर्मणि लट् धातुः कृत् इति धातुः अतः कृत्यते इति कृत्यते अस्तु अस्तु कृत्यते कर्मणि लट्गणे अस्ति अतः तत्र रूपं किञ्चित् भिन्नं कृत् इति धातुः किञ्चित् कृन्तति इति अपि लटि तत्र कर्मणि लटि कृत्यते लटि कर्मणि लङ् अकृत्यन्त अकृत् तत्तु अकृत्यन्त बहुवचने अस्ति हा किमर्थं त्वचः तत् बहु बहुवचनम् अस्ति त्वचः उक्तवती खलु तत्र त्वचः बहुवचने अस्ति त्वचः कर्मपदं बहुवचने अस्ति लोद्रत्वचः इति बहुवचने अस्ति अतः तत्र अकृत्यन्त इति क्रियापदं कर्मणि प्रयोगे कर्मपदम् अनुसरति इति कृत्वा बहुवचने अस्ति समीचीनम् अग्रे ताः सर्वाः सङ्गृह्य गृहम् आनीय मात्रे अधीयन्त तत् लोद्र त्वचः सन्ति बहूनि लोद्रत्वचः सङ्ग्रह गृहम् आनीय त्वचः इति पदस्य लिङ्गं किम् इति एतद् वाक्यं पठित्वा जानाति वा तत्र ताः तत्तु स्त्रीलिङ्ग अस्ति हा समीचीनं ताः नाम लोद्रत्वचः लोद्रत्वचः ताः सर्वाः लोद्रत्वचः सङ्गृह्य सङ्गृह्य गृहम् आनीय तत् ल्यबन्तरूपम् अस्ति सङ्गृह्य आनीय मात्रे अधीयन्त अधीयन्त अत्र लट्लकारे दीयते अस्ति अहं चिन्तयामि दीयते दीयते समीचीनं हा तदेव दीयते तु तत्र किमस्ति तत्र कर्मपदं तु तत्र किमस्ति कर्मपदं तु त्वच लोद्रत्वचः त्वचः एव अतः तत्र बहुवचने तत्र दीयते दीयन्ते लङ्रूपम् अधीयन्त हा इति भवति समीचीनम् अधीयन्त समीचीनम् ददाति इति कर्त्री लटि धीयते इति कर्मणि लटि अपि अधीयन्त इति कर्मणि लङ्गि समीचीनं मात्रे इति तत्र विभक्ति का मात्रे चतुर्थी विभक्ति हा यतोहि दानकार्यमस्ति खलु दानकार्यम् आम् चतुर्थी विभक्ति मात्रे मात्रे ददाति समीचीनं हा अग्रे मात्रा लोद्रत्वचा औषधम् अक्रियत हा तत्र इदानीम् अस्मिन् वाक्ये किञ्चित् वदतु महोदय तत्र कर्तृपदं किम् अस्ति कर्मपदं किम् अस्ति इति माता तु कर्तृपदम् अस्ति तृतीयविभक्ति मात्रा अस्ति लोद्धत्वचा औषधम् औषधं कर्मपदम् अस्ति अक्रियत तत्र करोति कर्तरि लट् लकार लटि कर्तरि लोट् लटि करोति कर्मलि लटि क्रियते इक्रियते इति समीचीनं क्रियते अपि च लङ्लकारे अक्रियत अक्रियत इति भवति समीचीनं हा अपि लोद्र त्वचा इति किम् अस्ति लोद्र त्वचा तत् विशेषणम् अस्ति लोद्र औषधम् औषधम् इति भवानेव उक्तवान् तत्र लोद्र त्वचः तु स्त्रीलिङ्गपदम् अस्ति औषधं तु नपुंसकलिङ्गे अस्ति लोद्र त्वचा तृतीयविभक्ति अस्ति तृतीयविभक्ति तस्य औषधं कृतवती हा तत्र नाम लोद्र त्वचा त्वचः याः सन्ति तत्र तासाम् उपयोगं कृत्वा सा औषधं औषधं कृतवती समीचीनम् अग्रे तस्य सेवनेन सा शीघ्रमेव रोगमुक्ता जाता सा रोगमुक्ता हा रोगात् मुक्तं मुक्तवती हा अस्तु समीचीनं तत्र तस्य इत्युक्ते कस्य सेवनेन औषधं औषधस्य सेवनेन औषधस्य सेवनेन सा माता शीघ्रमेव रोगमुक्ता इति विशेषणं कस्य पदस्य सा नाम माता समीचीनं रोगमुक्ता जाता समीचीनं महोदय अस्तु धन्यवादः अस्तु अग्रे हर्षदा भगिनी अग्रे पठति वा आं महोदय प्रयत्नं करोमि एवं दृश्यते सा वृद्धा मलेरिया रोगेण पीडिता आसीत् इति क्विना इत्युक्ते महोदय मलेरिया कृते यत् क्विनैन् अस्ति न सिङ्कोना वृक्षस्य एक्स्ट्राक्षन् अस्ति ओ उत्तमः भगिनि धन्यवादः अथ तत्र कथायाः तत्र मूलं किम् इति इदानीं ज्ञातवन्तः धन्यवादः भगिनि अस्तु अस्तु महोदय अहं वनस्पतिशास्त्रे द्विपदवीधरा अस्मि किं भगिनि अहं वनस्पतिशास्त्रे द्विपदवीधरा अस्मि इति वा आमाम् आमाम् अस्तु भगिनि हा न अस्तु अस्तु समीचीनं पुनः कदाचित् एव भवति तत्र शीघ्रतया चिन्तितवती अस्तु लोद्र इत्युक्ते सिङ्कोना इति तु गूगल् बाबा उक्तवान् परन्तु सिङ्कोना वृक्षस्य एक्स्ट्राक्ट् इति क्विनैन् तत्तु अहं जानामि अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु समीचीनं समीचीनं भगिनि अस्तु धन्यवादः अदर्वैस् सर् यु काण्ट् नो द मीनिङ्ग् आफ् द स्टोरि न देट् इस् वै सत्यं समीचीनं भगिनि इदानीं तत्र अहमपि चिन्तितवान् तत्र कोऽपि कल्पनया एतां कथां लिखितवान् अथवा लिखितवती इति किन्तु तत्र इदानीं जानीमः तत्र मूलं किम् अस्ति इति समीचीनं भगिनि धन्यवादः अस्तु अस्तु पुनः कदाचित् तस्तया पुत्रस्य रक्तरञ्जितं श्वेतवस्त्रम् आलोक्यत सा पुत्रस्य रक्तरञ्जितं श्वेतवस्त्रम् आलोकति स्म आलोकितवती आलोकितवती आलोकति इति तत्र एतत् तत्र किम् आत्मनिपदि धातुः एव खलु तत्र आलोकत लोकते तत्र आलोकते कर्तरि लटि आलोक्यते कर्मणि लटि आलोक्यत कर्मणि लङ्लकारे लङ्लकारे समीचीनं तया आतङ्केन पुत्रः अपृच्छत् अपृच्छत् अपृच्छत कर्तरी लटि पृच्छति कर्मणि लटि पृच्छते कर्मणि लङ्गि अपृच्छत इति समीचीनं तथैव अस्ति वत्स भवतः श्वेतवस्त्रं कथं रक्तमयं सञ्जातम् सञ्जातम् इति तप्रत्यय हा तत्र जाता इति यथा सञ्जाता सञ्जातं सञ्जातः सत् समीचीनं तथैव अस्ति हा तत्र यथा जाता इति पूर्वम् आसीत् तथैव तत्र रक्तमय अत्र किमपि वक्तव्यं वा महोदय श्वेतवस्त्रं कथं रक्तमयं सञ्जातम् किमपि नास्ति आतङ्केन इत्युक्ते बाबरे आतङ्केन भीत्या हा तत्र महती महती भीत्या हा तस्याः भीतिः आसीत् हा आम् आम् अतः सा पृष्टवती हा समीचीनं पुत्रं पृष्टवती पुत्रेण पुत्रेण न किमपि अकथ्यत लटि कर्तरी लटि कथयति कर्मणि लटि कथ्यते कर्मणि लङ्गि अकथ्यत इति भवति समीचीनं हा तत्र कर्तृरूपं वदतु पुत्रेण न किमपि पुत्रः पुत्रः पुत्रः किमपि न कथयति अकथयत् अकथयत् अकथयत् आम् आम् आम् आम् अकथयत् अकथयत् प्राप्ति समीचीनं तेन तूष्णीम् अस्थीयत सः तूष्णीं स्थितवान् हा समीचीनं समीचीनं कर्तरी लटि तिष्ठति हा अथवा कर्मणि लटि स्थीयते स्थीयते समीचीनं हा तदा मात्रा सानुरोधम् अपृच्छत अगेन अपृच्छत सेम् पृच्छति पृच्छते अपृच्छत तदा मात्रा सानुरोधम् अपृच्छत पुत्र किं जातम् उच्यताम् इति जातम् अगेन् जातः जाता जातं तप्रत्यये उच्यताम् उच्यताम् इति उच्यते उच्यताम् कर्मणि अरे बापरे एतत् अस्ति कर्मणि लोट् खलु लोट् लोट् लोट् वच् धातुः उच्यते उच्यताम् उच्यताम् त्वया उच्यताम् त्वया उच्यताम् पुत्रा वक्ति उच्यते उच्यताम् हा इति समीचीनं सत्यं हा तथैव अस्ति तत्र सानुरोधं नाम अनुरोधेन अनुरोधेन सह अनुरोधेन सह इति अस्ति समीचीनं तदा मात्र सानुरोधम् अपृच्छत पुत्र किं जातम् उच्यताम् इति अस्तु हा अग्रिमवाक्यम् अपि तत्र स्यात् इति तावत्पर्यन्तं करोतु भगिनि हा अस्तु तदा पुत्रेण अकथ्यत तदा पुत्रः पुत्रः कथयति कथ्यत अगेन् लटि कर्तरि लटि कथयति कर्मणि लटि कथ्यते कर्मणि लङ्गि अकथ्यत इति समीचीनम् अम्ब तस्मिन् दिने लोध्रवृक्षस्य छेदनसमये मम मनसि विचारः उत्पन्नः यत् त्वचः निष्कासनसमये तेन वृक्षेण कियती वेदना अनुभूता स्यात् अत्र किं करणीयं महोदय किञ्चित् वदतु भगिनि तत्र अर्थः कः एकस्मिन् दिने सः लोध्रवृक्षस्य छेदनं कृतवान् वा खलु तत्समये सः चिन्तितवान् अहं वृक्षस्य छेदनं करोमि तत्समये वृक्षे कियती वेदना भवति वेदना मम अपि तत्र वृक्षेण कियती वेदना अनुभूता स्यात् इति तत्र स्यात् इति चिन्तयामः तत्र अनुभूता अस्ति इति स्वीकुर्मः तेन वृक्षेण कियती वेदना अनुभूता अनुभूता अस्ति स्वीकुर्मः इति तत्र तत् कर्मणि अस्ति वा कर्तृ अस्ति वा कर्मणि अस्ति महोदय इदानीं सः वृक्षः कियती वेदनाम् अनुभूतवान् हा अनुभूतवान् तत्र कियत् हा समीचीनं वेदनाम् अनुभूतवान् अन्वभवत् अन्वभवत् इति समीचीनम् अनुभवत् आम् आम् समीचीनम् अनुभूतवान् अनुभूतवान् अनुक्षणम् अहं श्रुतवती अनुभवत् किञ्चित् समयः समीचीनं समीचीनं त्वचः इति अस्ति तत्र त्वचः इति विभक्ति का तत्र त्वचः इति प्रथमा बहुवचनं त्वच अत्र त्वचः निष्कासनसमये आं महोदय प्रथमा बहुवचनेव भवेत् न तत्र अस्तु मम मनसि विचारः उत्पन्नः षष्ठी निष्कासनसन त्वचः षष्ठी एकवचनं समीचीनम् आमामामां समीचीनं भगिनि हा उत्तममस्ति अस्तु भवत्येव अस्तु धन्यवादः भगिनि हा अस्तु अग्रे हा अग्रे तत्र ओ शुभदा भगिनी नास्ति वा ओ अस्तु शुभदा भगिनी आसीत् न नास्ति इदानीम् अस्तु अग्रे तत्र मधुसूदन महोदय कर्तुम् इच्छति वा किञ्चित् वक्तुम् इच्छति वा तत्र महोदय इदानीम् अद्य नास्ति किञ्चित् बहुदिनं अस्तु अनन्तरं किन्तु एकवारं पृष्टवान् तावदेव अतः तत्र भवतः इच्छा अस्ति वा न वा इति केवलं तद् ज्ञातुं तावदेव इच्छा अस्ति परन्तु तत्र कर्तरिकर्मणि किञ्चित् एकवारं पठनीयं महोदय अस्तु अस्तु अस्तु चिन्ता मास्तु महोदय अस्तु अग्रे तर्हि तत्र सुजाता भगिनी तत्र किञ्चित् वदति वा अग्रे आम् आम् आं महोदय यद्यपि तेन वक्तुं न शक्यते तथापि वेदना शादेव इति यद्यपि तेन वृक्षः वृक्षेण वक्तुं न शक्यते तदापि वेदना अनुभवति एव वेदना भवति एव स्यात् वेदना भवति एव अद्य मया निश्चितं यत् वृक्षस्य कीदृशी वेदना जाता स्यात् इति मया ज्ञातव्यम् इति वदतु अद्य मया निश्चितं कथं पदम् अहं वृक्षस्य कीदृशी वेदना भवति जातवान् हा इति अस्तु अस्तु इति तत्र मया निश्चितं नाम अहं निश्चितवान् किं निश्चितवान् अहं निश्चितवान् यत् वृक्षस्य वेदना कथमस्ति स्यात् इति या वेदना तत्र कीदृशी वेदना जाता स्यात् इति अहं ज्ञातवान् ज्ञास्यामि अहं जानामि एव तत्र मया ज्ञातव्यम् अहं करोमि एव अहं मया करणीयम् अहं करोमि एव इति तादृशरूपेण स्वीकृत्य अहं जानामि एव नाम तत्र शङ्का मास्तु तत्र संशयः मास्तु अहं निश्चयेन जानामि ज्ञातव्यं ज्ञातव्यम् एव अस्ति इति समीचीनम् अग्रे अतः मया मम शरीरस्य किञ्चित् चर्मम् कर्तयति कर्त्यते अकर्त्यत लङ् लङ् रूपम् अस्ति कथ्यते आत्मनेपदी कथ्यते कर्मणि रूपं भवति अकथ्यता लङ् रूपं भवति कर्मणि कर्तयति कर्त्यते कर्तयति कथ्यते कथ्यन् अकर्त्यत कर्त्यते इति कर्मणि लटि कर्मणि कर्मणि अकथ्यत लङ् कर्मणि कर्मणि लङ् समीचीनं हा कर्मणि लङ् अस्ति अकर्त्यत इदानीं तत्र कर्तृरूपं वदतु मया मम शरीरस्य किञ्चित् चर्म अकर्त्यत इति अहं मया अहं मम शरीरस्य किञ्चित् चर्मं नपुंसकलिङ्गे अस्ति चर्म इति चिन्तयामि सत्यं भगिनि चर्म इति नपुंसकलिङ्गम् इति एव चिन्तयामि चर्मः तत्र चर्मन् इति चर्मन् तत्र कर्मणि वा कर्म कर्मणि कर्माणि चर्म चर्मणि चर्माणि इति कर्माणि अतः चर्म इति एव रूपं द्वितीयविभक्तोपि चर्म इति एव भवति चर्म कर्तितवान् अकर्तयत् अकर्तयम् अकर्तयम् अकर्तयम् ततः रक्तप्रवाहः आरब्धः देन् ततः नाम अहं कर्तितवान् अतः तदनन्तरं रक्तप्रवाहः रक्तस्य प्रवाहः आरब्धः नाम रक्तः प्रवहति रक्तं प्रवहति आरब्धः तेन मम श्वेतवस्त्रं रक्तरञ्जितं जातम् इति तेन रक्तप्रवाहेण हा समीचीनं भगिनि हा तेन रक्तप्रवाहेण मम श्वेतवस्त्रं रक्तरञ्जितं जातम् हा समीचीनं हा इति सः पुत्रः अकथयत् समीचीनं हा अस्तु धन्यवादः हा अस्तु समीचीनम् अस्ति अग्रे तत्र शोभा भगिनी अन्तिमभागः महोदय पुत्रस्य वचनेन मात्रा नितराम् अतुष्यत तस्याः नेत्रे सजले जाते पुत्रस्य दयागुणं ज्ञात्वा अतीव प्रसन्नतया तया सह गाढम् आलिङ्ग्यत तत्र पुत्रस्य वचनेन मात्रा नितराम् अतुष्यत तत्र नितराम् इत्युक्ते अतीव सन्तुष्टा अभवत् इति अतुष्यत इति तुष् इति धातुः तुष्यति इति भवति लट्लकार प्रथमपुरुषे एकवचने लट्लकारे तुष् अपि च तस्य कर्मणि कर्मणि तत्र तुष् योगः यक् पुनः तुष्य इति एव भवति अङ्गम् अपि च तुष्यते इति भवति तुष्यते तस्य लङ् रूपम् अट् योगः तत्र तुष् धातुः पुनः यक् प्रत्ययः अतुष्यता इति भवति समीचीनम् इदानीं तत्र कर्तृरूपं वदतु तर्हि तत्र पुत्रस्य वचनेन मात्रा नितराम् अतुष्यता इत्यस्य पुत्रस्य वचनेन माता नितरां तुष्यति तुष्यति इति लटि अस्ति किन्तु कर्तरिलङ् कर्तरिलङ् अस्ति चेत् तुष्यति किम् अपठत् अतुष्यत् अतुष्यत् समीचीनम् अग्रे तस्याः नेत्रे सजले जाते तत्र पुनः जातः जातं जाता इति ता प्रयोगः तत्र नेत्रे इति द्विवचने अतः नेत्रे सजले जाते इति सर्वत्र तत्र द्विवचने एव अस्ति समीचीनं किं महोदय सजले सजले इत्युक्ते जलेन सह इति भवति समीचीनम् इत्युक्ते अश्रुपूर्णौ नेत्रे अश्रुपूर्णे जाते इति अश्रुपूर्णे जाते अथवा भवतः इति अपि पुत्रस्य दयागुणं ज्ञात्वा अतीव प्रसन्नतया तया सह गाढम् आलिङ्ग्यत तत्र दयागुणम् इत्युक्ते दयाशीलः तस्याः पुत्रः अर्थात् दयागुणम् इति तत्र द्वितीयविभक्ति तस्य गुणस्य विषये ज्ञात्वा अतीव इत्युक्ते अतीव इत्युक्ते बहु अथवा नितरामिति अपि भवति तत्र प्रसन्नतया तत्र प्रसन्नता इति तल् प्रत्ययस्य स्त्रीलिङ्गरूपं तस्य तृतीयविभक्ति प्रसन्नतया इति भवति प्रसन्नतया तया तत्र तया इति पुनः सा इत्यस्य तृतीया स्त्रीलिङ्गे सः गाढम् आलिङ्ग्यत इत्युक्ते तया सः आलिङ्ग्यत इति गाढम् आलिङ्ग्यत इति अतः तत्र कर्मणि प्रयोगः तया इति कर्तृपदं तृतीया विभक्तौ अपि च सः इति तत्र कर्मपदम् आलिङ्ग्यत इति गाढम् इति तत्र विशेषणं तत्र क्रियाविशेषणं खलु महोदय क्रियाविशेषणं गाढम् आलिङ्ग्यत कीदृशम् आलिङ्ग्यत इत्यस्य उत्तररूपे अतः तत्र आलिङ्गनम् इति किं तत्र ल्युडन्तपदं भावसूचकपदम् अस्ति भावपदम् आलिङ्ग्यत इति आ इति उपसर्गः तत्र तत्र बहुधा पदं तु लिङ्गति लिङ्गति इति एव अस्तु महोदय आलिङ्गति इति कर्तरि लट् रूपं तस्य लङ् रूपं कर्मणि लट् अस्ति कर्मणि लङ् रूपं किं भवति कर्मणि किं भवति इत्युक्ते लिङ् किं भवति तत्र कर्मणि यक् लिङ्ग्यते इति भवति आलिङ्ग्यते आलिङ्ग्यते आ इति उपसर्गस्य योजनेन आलिङ्ग्यते इति भवति तस्य लङ् रूपम् आलिङ्ग्यत इति भवति आलिङ्ग्यत इति भवति यतः पूर्वं तत्र आवर्तत इति दृष्टवन्तः तथैव अत्रापि अस्ति तथैव आलिङ्ग्यत इति एकवचने इदानीं तत्र तया सह गाढम् आलिङ्ग्यत इति तस्य कर्तृरूपं वदतु तर्हि सा तं गाढम् आलिङ्गति इति भवति अथवा आलिङ्गितवती इति भवति वा महोदय? किन्तु तत्र कर्त्री लङ् लिङ्गति आलिङ्गति इति अस्ति, कर्त्री लङ् अस्तु, कर्त्री लट् अस्ति, आलिङ्गति आलिङ्गत् इति भवति. आलिङ्गत् समीचीनं, सा तं गाढम् आलिङ्गत् आलिङ्गत् इति एव अस्ति. समीचीनं भगिनि, हा उत्तमम्. अस्तु तर्हि तत्र समीचीनमस्ति. अतः तत्र प्रश्नः अस्ति वा अस्यां कथायां, कोऽपि प्रश्नः? समीचीनम् अस्ति, अभ्यासः तु सम्यक् आसीत् महोदय. अस्तु भगिनि, अस्तु तर्हि. अतः तत्र अग्रे तत्र यत् तत्र लङ्लकारस्य रूपाणि सन्ति इति यदस्ति तस्मिन् विषये किञ्चित् तत्र इदानीं तत्र वयं अभ्यासं कुर्मः. तत्र केवलं तत्र नवरूपाणि यानि सन्ति तेषाम् अभ्यासः तत्र नाम अहं तत्र इदानीं किं कुर्मः तत्र अहं तत्र क्रियापदं वदामि तत्र आत्मनेपदी एव किन्तु तत्र आत्मनेपदी कर्त्री लट् रूपं वदामि तत्र आत्मनेपदी कर्मणि लट् उक्त्वा तदनन्तरम् आत्मनेपदी लङ् कर्मणि लङ् उक्त्वा नवरूपाणि वदन्तु. अतः तत्र अस्तु एकमेकम् अस्तु तर्हि तत्र नरेश महोदय तर्हि तत्र लज्जते इति क्रियापदं लज्जते कर्त्री लट् कर्त्री लट् लज्जते कर्मणि लट् लज्जते. हा इदानीं कर्मणि कर्मणि लङ् अलज्जत. हा इदानीम् अलज्जत समीचीनम्. इदानीं नवरूपाणि वदन्तु वदतु. अलज्जत अलज्जेताम् अलज्जन्त अलज्जथाः अलज्जेथाम् अलज्जध्वम् अलज्जे अलज्जावहि अलज्जामहि. हा इति समीचीनं. हा अस्तु महोदय समीचीनम् अस्तु. अग्रे तत्र हर्षदा भगिनी इदानीं तत्र मन्यते कर्मणि कर्तरि लट् मन्यते कर्मणि लट् मन्यते एव समीचीनं. कर्मणि लङ् अमन्यत अमन्येताम् अमन्यन्त अमन्यथाः अमन्येथाम् अमन्यध्वम् अमन्ये अमन्यावहि अमन्यामहि. हा इति अस्ति भगिनि उत्तमम्. अस्तु इदानीं सुजाता भगिनी धन्यवाद. सेवते सेवते सेव् धातु अस्ति. सेवति सेवति कर्त्री लट् अस्ति लट् कर्मणि लट् अस्ति कर्त्री लङ् अस्ति सेव्यते कर्मणि कर्मणि लट् अस्ति कर्मणि सेव्यते समीचीनम्. इदानीं कर्मणि लङ् किमस्ति असेव्यत असेव्यत उत्तमम्. हा इदानीं तत्र नवरूपाणि वदतु. असेव्यत असेव्येताम् असेव्यन्त असेव्यथाः असेव्येथाम् असेव्यत्वम् अशेये अशेयावहि अशेयामहि. तत्र सकारः एव अस्ति भगिनि असे असे असे असेवत असेवेताम् असेवन्त इति तावदेव. रूपं समीचीनं तत्र केवलं सकारः तावदेव. अस्तु उत्तमं. शोभा भगिनी इदानीं तत्र खिद्यते खिद्यते खिद्यते इति लट् कर्तरि रूपम् अपि च खिद्यते एव कर्मणि रूपमपि भवति अपि च कर्मणि लङ् खिद्यते अस्ति चेत् अखिद्यत इति भवति. इदानीं नवरूपाणि अखिद्येताम् अखिद्यन्त अखिद्यथाः अखिद्येथाम् अखिद्यध्वम् अखिद्ये अखिद्यावहि अखिद्यामहि हा इति अस्तु समीचीनम् अस्तु तर्हि इदानीं तत्र यद् अस्ति तत्र नवरूपाणां तत्र अभ्यासः जातः इदानीं तत्र पश्यामः तत्र नरेश् महोदय तत्र अधोभागे पेज् 142 अधोभागे तत्र अत्र प्रदत्तानि वाक्यानि इति तत्र पठति वा आम् अत्र प्रदत्तानि वाक्यानि सावधानतया पठत पुत्रेण वनम् अगम्यत तेन लोध्रत्वचः अकृत्यन्त मात्रा औषधम् अक्रियत बालैः पाठः अपठ्यत तया कथा अलिख्यत एताभिः नाटके अदृश्येताम् भवद्भिः उत्तराणि औद्यन्त एतानि सर्वाणि कर्मणि लङ् लकाररूपाणि सन्ति हा समीचीनं महोदय अस्तु इदानीम् अस्माकं पुस्तके भिन्नानि वाक्यानि सन्ति महोदय हा हा हा अस्तु हा नास्ति महोदय एतत् नास्ति एकवारं तत्र एतानि वाक्यानि न सन्ति अत्र अस्माकम् एकनिमिष तत्र अहं प्रेषयामि एकनिमिष भगिनि तत्र एकनिमिषः तत्र कुत्र अस्ति अस्माकं हा अस्तु अत्र अस्ति हा अस्तु एक इदानीं प्रेषितम् अस्ति भगिनि तत्र वाट्साप् ग्रूप् मध्ये अहं प्रेषितवान् तर्हि तत्र नरेश् महोदय तत्र पुत्रेण वनम् अगम्यत इति अस्ति हा इदानीं तत्र अगम्यत इति द्विवचने रूपं किं भवति अगम्येताम् हा इति क्रियापदं भवेत् इदानीं वाक्यं तादृशं वाक्यं वदतु यत्र अगम्येताम् इति अस्ति अस्तु पुत्रेण तत्र तस्य द्विवचनं पुत्राभ्यां वनम् अगम्येताम् किमर्थं तत्र कर्तृपदं तस्य परिवर्तनं वा अथवा तत्र क्रियापदं द्विवचने अस्ति चेत् अस्माकं प्रयोगः कः क्रियापदम् अगम्येताम् इति अस्ति खलु महोदय अगम्येताम् इति उक्तं खलु आम् आम् हा किन्तु प्रयोगः कर्तृप्रयोगः वा कर्मणि प्रयोगः वा इदानीं कर्मणि प्रयोगः अस्ति अत्र क्रियापदं कर्मपदं विषये अस्ति तत् अनुसरति पुत्रेण वने अगम्यताम् अगम्येताम् समीचीनम् अतः अर्थस्य विषये इदानीं चिन्तनम् अस्तु केवलं किमपि पदं स्थापनीयम् इति चिन्तयामः वने द्वितीय द्विवचने वने अस्ति द्विवचने द्विवचने भवेत् इति समीचीनम् पुत्रेण वने अगम्येताम् अपि बहुवचने बहुवचने पुत्रेण वनमेव स्वीकरोतु वनानि अगम्यन्त अगम्यन्त इति समीचीनं महोदय हा तथैव अस्ति अतः तत्र पुत्रेण वनम् अगम्यत पुत्रेण वने अगम्येतां पुत्रेण वनानि अगम्यन्त समीचीनम् अस्तु अस्तु अग्रे तत्र समीचीनं महोदय अस्तु अग्रे तत्र सुजाता भगिनी हर्षदा भगिनी प्राप्त भगिनी भवती न महोदय अस्तु अस्तु तर्हि तत्र अहं तत्र प्रेषयामि भगिनी इदानीं मास्तु किन्तु प्राप्तवती महोदय. अस्तु अस्तु, अहं न प्राप्तवती महोदय. भवती अपि प्राप्तवती वा? न महोदय, अहं न प्राप्तवती. चिन्ता मास्तु, इदानीं तत्र हर्षदा भगिनी तत्र आम् इदानीं तत्र द्वितीयवाक्यं तेन लोद्रत्वचः तेन लोद्रत्वचः अकृत्यन्त तेन लोद्रत्वक् अकृत्यत तेन लोद्रत्वचौ अकृत्येताम्. समीचीनं, हा तथैव अस्ति. तेन लोद्रत्वच त्वचः स्थाने लोद्रत्वक् इति अस्ति चेत् अकृत्यत अकृत्येताम् अकृत्यन्त. समीचीनं, हा अस्तु. सुजाता भगिनी तत्र भवत्याः पुस्तके यद्वाक्यमस्ति तत् एकवारं पठतु. पुत्रेण न किमपि अकथ्यत. हा पुत्रेण न किमपि अकथ्यत, अस्तु. अन्यत् अन्यत् वाक्यं किमपि वदतु. इत्युक्ते पुत्रेण न न एतद् वाक्यं त्यजतु, यत् पुस्तके अस्तु. अन्यत् किमपि वाक्यं पठतु. सा लोद्रवृक्षस्य त्वचम् ऐच्छत् ऐच्छत् ऐच्छत् तदपि मास्तु, सुलभं भवति. अन्यत् किमपि. पुत्रः वनम् अगच्छत्. पुत्रः वनम् अगच्छत्, अगच्छत् इति अस्ति वा? अगच्छत् अस्ति महोदय. अस्तु महोदय, अस्माकं नूतनपुस्तके प्रथम तु कर्मणि रूपाणि दत्तमस्ति, अनन्तरं तस्य कर्तरिरूपाणि दत्तमस्ति. ओ अस्तु अस्तु अस्तु, हा सो अहं मन्ये सा नूतनपुस्तकतः पठति. आमामां, सुजाता भगिन्याः नूतनपुस्तकमेव अस्ति. अस्तु अस्तु, सुजाता भगिनी तत्र अहं वाक्यं वदामि. बालैः पाठः अपठ्यत. तत्र अपठ्यत इति अस्ति, अपठ्यत इति एकवचने अस्ति. द्विवचने किं भवति? बालौ न न केवलम् अपठ्यत इति, अपठ्यत इति अपठ्येताम्. हा अपि बहुवचने अपठ्यन्त अपठ्यन्त इति. अस्तु, इदानीं तत्र बालैः पाठः अपठ्यत इति अस्ति. इदानीम् अपठ्येताम् इति अस्ति चेत् तत्र वाक्यं किं भवति? बालौ पाठम् अपठ्येताम्. हा किन्तु अपठ्येताम् इति कर्मणि रूपमस्ति खलु? कर्मणि रूपम् अपठ्यताम्. न न अपठ्येताम् इति पृच्छामः, अपठ्येताम् इति क्रियापदम् इच्छामः. तत्र क्रियापदं कर्मणि प्रयोगे क्रियापदस्य वचनं पुरुषः तस्य आधारः द्विवचनमस्ति. द्विवचनमस्ति, अतः तत्र कस्य पदस्य द्विवचनं भवेत्? कर्तृपदस्य वा कर्मपदस्य वा कर्मणि प्रयोगे? बालौ पाठौ. हा बालैः पाठौ, बालैः पाठैः न न बालैः पाठौ अपठ्येताम् अपठ्येताम् इति भवति. अस्तु, भवतः भवत्याः पार्श्वे तत्र पुस्तकं नास्ति, अतः किञ्चित् क्लेशः भवति. तर्हि तत्र शोभा भगिनी अत्र तत्र तया कथा अलिख्यत इति वाक्यं स्वीकृत्य तत्र द्विवचने बहुवचने क्रियापदं भवेत् तादृशं वाक्यं वदतु भगिनि. आम् महोदय, तत्र तया कथा अलिख्यत, तया कथा कथे अलिख्येताम्, तया कथाः अलिख्यन्त. तया कथाः अलिख्यन्त इति समीचीनं, हा अस्तु समीचीनं भगिनि. हा महोदय, अहं प्रयत्नं करोमि. अस्तु महोदय, करोतु. तत्र किं कस्य भवान् कर्तुमिच्छति? अन्यवाक्यं. अस्तु, एताभिः नाटके अदृश्येताम् हा अस्तु एताभिः नाटके अत्र अत्र द्विवचनमस्ति अदृश्येतां प्रथमा अस्ति एताभिः एतेन न न न एताभिः तिष्ठति एताभिः तिष्ठति इत्यपि कर्तृपदमस्ति एताभिः नाटके नाटकः अदृश्यत समीचीनं महोदय अदृश्यत इति समीचीनं किन्तु नाटके इति लिङ्गं किं नाटके इति द्विवचने अस्ति अतः नाटकं एताभिः नाटकम् अदृश्यत हा समीचीनं महोदय एताभिः नाटकम् अदृश्यतां समीचीनम् इदानीं बहुवचने वाक्यं वदतु एताभिः नाटकानि अदृश्यन्त अदृश्यन्त उत्तमं महोदय हा समीचीनं हा इदानीं तत्र अदृश्यताः इति इदानीं मध्यमपुरुषे प्रयत्नं करोतु अदृश्यताः इति भवेत् अदृश्यत एताभिः वाक्यं तत्र न न तत्र अग्रिमे पुटे भवान् पश्यति खलु तत्र नवरूपाणि अदृश्येताम् अदृश्यध्वम् अदृश्ये अदृश्यावहि अदृश्यामहि हा इति अस्ति इदानीं मध्यमपुरुष एकवचनरूपम् अस्ति अदृश्यताः अदृश्यताः इदानीं तद् वाक्ये स्थापयतु अदृश्यताः इति क्रियापदं वाक्ये भवेत् एताभिः नाटकं न इदानीं नाटकं नास्ति यतोहि मध्यमपुरुष अहं चिन्तयामि तत्र एकवचनं मध्यमपुरुषे किं भवति मध्यमपुरुषे प्रथमाविभक्तिरूपं किं भवति मध्यमपुरुष नाटकं न न नाटकं नास्ति नाटकानि एतत् सर्वं नास्ति महोदय तत्र मध्यमपुरुषे पदत्रयमेव भवेत् मध्यमपुरुषे उत्तमपुरुषे केवलं पदत्रयमेव अस्ति तत्र एकवारं यदि तत्र मनसि न स्थापयामः तत्र क्लिष्टम् इति भाति किन्तु क्लिष्टं नास्ति तत्र अस्तु तत्र पठति इति धातुः अस्ति तत्र सः पठति इति वदतु सः पठति सः ते पठन्ति इदानीं पठसि त्वं पठसि पठसि न एताभिः त्वं नाटकमिति इदानीं अस्ति तत्र त्वम् इति एव अस्ति ओ अत्र एताभिः त्वं अदृश्यताः अदृश्यताः यतोहि तत्र कर्मपदं त्वं प्रथमाविभक्तिरूपं त्वम् अस्तु अस्तु महोदय इदानीं द्विवचने मध्यमपुरुषे द्विवचने एताभिः युवाम् अदृश्येताम् एताभिः यूयम् अदृश्यध्वम् हा समीचीनम् इदानीम् उत्तमपुरुषे एताभिः अहम् अदृश्ये एताभिः वयम् आवाम् अदृशामहि एताभिः वयम् अदृशामहि हा समीचीनं महोदय हा इदानीं तत्र एताभिः तत्र नाटकम् अदृश्यताम् इति स्वीकुर्मः अदृश्य नाटकम् अदृश्यत इति स्वीकुर्मः एताभिः नाटकम् अदृश्यत इति अर्थः कः तत्र कर्तृरूपं किं भवति कर्तृरूपम् अस्तु अत्र एताभिः इति कर्तृपदं तृतीयविभक्तौ अस्ति. प्रथमाविभक्तिरूपं किम् अस्ति? प्रथम एषः न एषः न एताभिः एतैः इति भवति. एतैः क्षमता एतैः अस्ति. एताभिः इति अस्ति. एतैः नाटकं न न एतैः इति नास्ति. अतः तत् एताभिः इति अस्ति तृतीयविभक्तौ अस्ति अतः प्रथमाविभक्तिरूपं. तत्र एताभिः वचनं किम्? बहुवचनं. समीचीनं. हा तृतीयविभक्ति बहुवचनं. लिङ्गं किम्? एताभिः चिन्तयामि पुंलिङ्गशब्दः न स्त्रीलिङ्ग स्त्रीलिङ्गशब्दः स्त्रीलिङ्गशब्दः. अतः तत्र एषः इति स्थाने किं भवति? स्त्रीलिङ्गम् एषा. एषा इति बहुवचने किम् अस्ति? एषा एताः. एताः समीचीनम्. एताः नाटकम् एताः नाटकम् अदृश्य दृश्यति. तत्र कर्तृरूपम् अस्ति इति कृत्वा अपश्यन् अपश्यन् अवस्तु अपश्यन् नाम तत्र एताः महिलाः वा किमपि बालिकाः वा नाटकम् अपश्यन् इति भवति. समीचीनं महोदय. किन्तु भवान् तत्र उत्तमरीत्या तत्र सर्वं कृतवान्. तत्र मध्यमपुरुषे उत्तमपुरुषे यतोहि क्लिष्टमासीत्. एतावत् वयं केवलं प्रथमपुरुषे एव कृतवन्तः. उत्तमं प्रयत्नम् अस्ति महोदय. समीचीनं. धन्यवादः. हा धन्यवादः. अस्तु तर्हि तत्र शान्तिमन्त्रम् उक्त्वा तत्र विरमाम. तत्र नरेश् महोदय शान्तिमन्त्रं वदति वा महोदय? तदनन्तरं विरमाम. आं महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखमभवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः महोदय.